नमस्कारः भगिनि। गीता श्रीधर् अस्ति वा? सुप्रभातं भगिनि, अस्मि। पठतु, आरम्भश्लोकं पठतु। जानाति वा? आम् आं भगिनि। येनाक्षरसमाम्नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगणेशाय नमः। ॐ श्रीवाग्देवे नमः। गुरुभ्यो नमः। हरिः ओम्। अत्र रेकार्डिङ्ग् स्टार्टेड् इति श्रूयते खलु? प्रथमं भवत्याः आगमनात् परम् आगतं भगिनि, तस्मिन् समये एव आगतम्। अस्तु अस्तु, इदानीम् अत्र धातुविज्ञानं एतत् अनुबन्धम् आश्रित्य एव कार्यं करोति इति स्वरविषये एतत् ज्ञातवन्तः। अत्र एव स्वरविज्ञानं किं किम् अस्ति इति अनुदातः उदातः स्वरितविषये वयम् एतत् विषये अपि दृष्टवन्तः। अनन्तरं चिह्नानि तं किं किम् अस्ति इति, अनन्तरं पदव्यवस्था किञ्चित् सार्वधातुकम्। अत्र पदव्यवस्था किम् अस्ति चेत् परस्मैपदिनः अस्ति, आत्मनेपदिनः, अनन्तरम् उभयपदिनः। एतत् सूत्रसहितं दृष्टवन्तः, अनुदात्तनुत आत्मनेपदम् इत्यनेन आत्मनेपदं कुत्र भवति इति। अनन्तरं स्वरितनीतकर्तृ अपि अभिप्राये क्रियाफले अत्र उभयपदिनः भवति, नित इति स्वीकुर्मः चेत्। अनन्तरम् अत्र शेषात् यत्र एतत् आत्मनेपदिनविषये नास्ति, अनन्तरं उभयपदिनविषये नास्ति, शेषः यत्र भवति एतदेव शेषात् कर्तृपदं परस्मैपदम् इति अभवत् अत्र अपि। अनन्तरम् अभ्यासविषये कृतवन्तः। यद्व्यवस्था इट् नाम किम्? अत्र यत्र इकारः श्रूयते तिङ्गन्तेषु कृदन्तेषु, यत्र इडागमः विषये श्रूयते तत् समये एव अत्र इडागमः चिन्तनं भवति। इडागमस्य चिन्तनं अत्र किं किं भवति चेत् अत्र आर्धधातुकस्य बलादेः इत्यस्य आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अस्ति चेत् अत्र इडागमस्य चिन्तनं भवति। अनन्तरम् एतदपि आद्यन्तकवितौ इत्यनेन पूर्वं यदा लङ् स्वीकुर्मः चेत् अत्र सर्वत्र अडागमः भवति। एतत्तु आद्यन्तौ टकितौ इत्यनेनैव पूर्वम् आगत्य कार्यं करोति, तादृशमेव अत्रापि पूर्वम् आगत्य प्राक् धातोः प्राक् आगत्य कार्यं करोति। इदानीम् अत्र नेड् वशीकृति यत्र वशप्रत्याहारमस्ति कृदन्तमस्ति तत् समये अत्र इडव्यवस्था नास्ति इति दृष्टवन्तः। अनन्तरम् एका च उपदेश अनुदात्तात् एका च अस्ति, अनन्तरम् उपदेशावस्थायाम् अनुदात्तः अस्ति चेत् अत्र इडागमस्य चिन्तनं न भवति इति वयं दृष्टवन्तः। अनन्तरं जिष्विदा निविश निष्विदा इति अस्ति चेत् अत्र किं किम् अभवत्? प्रथमम् अनुदातनित आत्मनेपदमिति अत्र अनुदातस्वर चिह्नमस्ति, अनन्तरम् आदिनुटुडवः इति इत्यनेन अत्र ञकारस्य इत् भवति, अनन्तरं तस्य लोपः इत्यनेन पूर्णतया अत्र इत् भवति. अनन्तरं निष्वेदा इति अस्ति. अनन्तरम् उपदेश अज अनुनासिक अचुवर्णः अस्ति चेत् अत्र इत् भवति, तस्य लोपः इत्यनेन पूर्णतया अत्र इत् भवति. अनन्तरं श्विद् एव तिष्ठति. इदानीम् अत्र धात्वादेः शकशः इत्यनेन मूर्धने शकारस्य स्थाने दन्त्यसकारः आगत्य स्विद् इति अन्तिम धातुरूपं तिष्ठति. अनन्तरमेव कार्यं भवति. एतद् विषये किञ्चित् अत्र इतोपि वे अस्ति चेत् भवती एव पठतु. वे कथम् अत्र किं किम् अस्ति इति कार्यं करोति इति वक्तुं शक्यते वा भगिनि? गीता वेङ् अस्तु भगिनि. वेङ् इति अस्ति दन्तसन्ताने इति अर्थः. तत्र ञकारः ञकारस्य इत्संज्ञा भवति, अतः ञकारः इत्संज्ञा भवति चेत् आत्मनेपथी अपि भवति, कर्तरि वेण् इति अस्ति चेत् ञकारस्य भवति स्वरितनित रेखा अधः अस्ति खलु? आम् आम् उभयपति उभयपति भवति. किमर्थम् इव उभयपदि? ञकारस्य इत्संज्ञा इति कारणेन. उत्तमम् उत्तमम्. अत्र स्वरितनित आत्मनेपदि इति कर्तृ अभिप्राये क्रियफलम् इत्यनेन एव अत्र उभयपदिनः भवति. अस्तु. अनन्तरं मस्क् इति अस्ति. अनिल् महोदय वदतु. एकम् अपि वे तत्र एकाचपि अनुदात् अपि अस्ति, अतः तत्तु अनिट् अस्ति. उत्तमम्. एकाचपि अस्ति, अनन्तरं अनिट अनिट एतदपि दृष्टव्यम् अत्र. यत्र इडगमस्य चिन्तनं भवति इति, इडगमस्य चिन्तनम् अस्ति वा, सेट् अस्ति वा, अनीट् अस्ति वा, वेटकः अस्ति, वेटकः अपि अस्ति. वेटकः इत्युक्ते अत्र एकं दातुं स्वीकृत्य कार्यं करोमः कुर्मः चेत् अत्र एतत् उभयपद यदा उभयपदिनः भवति खलु तादृशमेव एतत् अत्र वेटकः भवि वेटकः न अनीटः अपि भवितुम् अर्हति, अनन्तरं सेटः अपि भवितुम् अर्हति. अतः तत्र विकल्पेन भवति, रूपं द्वयं भवति वेटः इति. एतदपि मनसि स्थापयतु. इदानीम् अत्र न दत्तं, परन्तु एतदपि मनसि स्थापयतु. वेटः अस्ति चेत् विकल्पेन रूपं द्वयं भवति. अस्तु, अग्रे गच्छतु. मस्क् गतौ इति मस्क् अत्र अनुनासिक अकारस्य अनुदात्त अस्ति अत्र. सो उपदेशे अच अनुनासिका, अनन्तरं तस्य लोप, अनन्तरं मस्क् इति धातु अवशिष्यते. सो धातु अनुदात्तेत् अस्ति. सो अनुदात्तेत् कारणे आत्मनेपदी अस्ति. अनन्तरं मकार अकार अस्ति, तो एकाच अस्ति, परन्तु अनुदात नास्ति, तत्कारणे सेट् अपि अस्ति. अत्र एतत् आत्मनेपदे तु भवति, अनन्तरं सेट् अपि अस्ति. उत्तमम्. अत्र शखा इति अस्ति. किशोरमहोदय कर्तुं शक्यते वा? करोतु गृहपाठरूपेण करोतु. अत्र किञ्चित् नास्ति एव खलु, इदानीमेव दृष्टवान् तादृशमेव. चकमत् अनुनासिक अकारस्य इति संज्ञा भवति उद्देशजनुनासिक सूत्रेण चक् अवशिष्यते तत्र अनुदात् नास्ति स्वरित् नास्ति तत्कारणे अत्र प्रश्ने पदि भवति उदात्तः न न उदात्तः उत्तमः उदात्तः एव भवति उदात्तः भवति चेत् किं भवति अत्र अनिट् अस्ति वा सेट् अस्ति वा अत्र मध्ये कि तत्र अत्र धातुः एकाच् अस्ति धातुः एकाच् अस्ति अनुदात् नास्ति स्वरितः अपि नास्ति स्वरित् अपि नास्ति तत्कारणे किं भवति अत्र मत्स्य एकाचे सूत्रं किम् अस्ति चिह्नं नास्ति कारणं स्वरे स्वरित अस्ति न स्वरितनि उदात् अस्ति न न महोदय अनुदातः इत्युक्ते किं रेखा कुत्र भवति नीचे मतलब नीचे भवति अस्तु अधः भवति अनन्तरं स्वरितः अस्ति चेत् कुत्र भवति उपरि भवति उदात् अस्ति स्वरितः अस्ति चेत् उपरि भवति अत्र किमपि चिह्नं नास्ति किमपि चिह्नं नास्ति चेत् एतत् किम् अस्ति उदात्तः भवति चेत् अत्र सेट् अस्ति वा अनीट् अस्ति वा कुत्रापि भवान् कुत्रापि लेखनीयमेव एतत् विषये अनुदातः अस्ति चेत् अनुदातः अस्ति चेत् रेखा अधः भवति अत्र किं भवति अनिल् महोदय अस्ति लेखानुदात् नास्ति तत्कारणेन तत्कारणे एकाच् अस्ति अनुदात् नास्ति अनिल् महोदय एतत् विषये वदतु हा तत्तु सम्यक् एकाच् अस्ति अनुदात् नास्ति तत्कारणात् सेट् भवति सेट् भवति अत्र उदात्तः अस्ति चेत् सेट् भवति स्वरितः अस्ति चेत् सेट् भवति अनुदात्तः अस्ति चेत् अनिटः भवति आधिक्येन वयं दृष्टवन्तः आधिक्येन हलन्तदातुः अस्ति चेत् अत्र हलन्तदातवः आधिक्येन सेटः अस्ति काच् अस्ति तत् कारणे मध्ये इड्गामं भवति न सेट् अस्ति वा अनिट अस्ति वा इति द्रष्टव्यं चेत् अत्र अनुदातः अस्ति वा स्वरितः अस्ति वा चिह्नं द्रष्टव्यम् उदात्तः अस्ति वा अत्र उदात्तः अस्ति चेत् न सूत्रं ददाति एकाच् अस्ति चेत् मध्ये कि आगमनं न भवति निषेधं सूत्रमस्ति एकाच् उपदेशं दातात् अत्र पश्यतु एकाच् उपदेश अनुदातात् अनुदातः अत्र अस्ति वा चकमध्ये अनुदातः अस्ति नास्ति एकाच् अस्ति परन्तु अत्र एकाच् अस्ति परन्तु अत्र उदात्तः अस्ति उदात्तः अस्ति चेत् अत्र ईडानुकूलः भवति एव खलु उदात्तः अस्ति चेत् अत्र ईडानुकूलः भवति अतः तत्र सेट् भवति समीचीनं वा भगिनी दृष्टुं शक्नोमि महोदय पार्शियल् तु मध्ये भवति महोदय कुत्रापि लिखतु स्वरितः अस्ति चेत् सेटः भवति उदात्तः अस्ति चेत् सेटः भवति अनुदात्तः अस्ति चेत् एतत्तु पारम्पर्यरूपेण अस्ति अनुदात्तः अस्ति चेत् अनीतः भवति किम् अनीट् अस्ति एतत्तु अयं धातुः उदात्तः स्विद् इति स्वीकुर्मः चेत् उदात्तः किम कुत्रापि रेखा नास्ति एव अयं धातुः ईकारः उदात्तः अवशिष्ट ईकारः धातोः अवशिष्टस्वरः किम् अस्ति चेत् इकारः अत्र स च इकारः उदात्तः किमर्थं चेत् मूलधातु स्वीकुर्मः चेत् अत्र अनुदात्तः अस्ति अनुदात्तनीते आत्मनेपदम् इत्यनेन धातुः तु आत्मनेपदिनः भवति अनन्तरं किं भवति अनीट् भवति परन्तु अनुबन्धलोपानन्तरं कार्यं कृत्वा अत्र किं तिष्ठति चेत् स्विद्येव तिष्ठति अत्र उदात्तः भवति इदानीं किमपि रेखा कुत्रापि रेखा नास्ति अतः उदात्तः उदात्तः यत्र अस्ति चेत् अत्र इदानुकूलस्य चिन्तनं भवति एव अतः तत्र सेटः भवति समीचीनम् अस्तु आम् आम् हरि ओं भगिनि भगिनि अनुदात्त अकारस्य इत्संज्ञा न भवति तत्र कुत्र तत्र कुत्र अनुनासिक अकारस्य इत्संज्ञा न भवति चकम् इति चक तत्र अनुनासिक अकारस्य इत्संज्ञा न भवति अतः चकारस्य अकारः अपि भवति तत्र अपि भवति अतः सेट् एव एकाच् नास्ति अनेकाच् अस्ति न अकार इत्संज्ञा भवति न उपदेशे अचनुनासिक महोदय दिस् चक इस् नाट् सम्यक् यु गो बेक् नाट् दिस् वन् महोदय गो बेक् देर् आर् टु चकार् न देर् आर् टु चकार् दिस् इस् नाट् द वन् इच् यु आर् सीङ्ग् रेफरिङ्ग् इन् द स्लैड् इट् इस् ओन्लि त्रिप्तौ इट् इस् ओन्लि त्रिप्तौ गो बेक् इन् द अष्टाध्यायी गो बेक् देर् आर् टु भवति महोदय अहम् अस्तु अस्तु इन् द अष्टाध्यायी मध्ये इट् इस् द सेकेण्ड् वन् सेकेण्ड् वन् आम् आम् इत् भवति वा नास्ति वा भवति चक् एव भवति एकाचि एव अस्ति तत्र अस्तु इदानीम् अत्र अतः अस्ति चेत् अनिट् एव उदात्तः अस्ति खलु अत्र चिन्तनमस्ति वा अतः आम् आम् उदात्तः अस्ति न भगिनि उदात्तः अस्ति चेत् सेट् सेट् भवति अस्तु अवगतवती अस्तु सेट् अस्ति किं सेट् एव षटीशोषणे शुठी महोदय शुठीशोषणे अत्र अनिल् भवान् एव करोतु आम् महोदय सो अत्र उपदेशे अचनुनासिक इति तस्य लोप तो कारणं शुठ् इति तिष्ठति महोदय एकः प्रश्नः अपि अस्ति पूर्वं चक् अस्ति क्षम्यतां महोदय चक् अस्ति चक् अस्ति अत्र मध्ये प्रश्नपदी धातुः अस्ति अस्तु प्रश्नपदी अस्ति तु मध्ये कि सेट् सेट् अपि अस्ति सेट् किं कारणे अत्र आवश्यकं नास्ति सेट् अस्ति अन्यथा नास्ति कारणं किं किं परस्मैपदी उदात्तः अस्ति चेत् परस्मैपदिनः एव खलु महोदय अनुदात्तः अस्ति चेत् अनुदात्तः अस्ति चेत् आत्मनेपदं भवति अनुदातनित इत्यनेन अनुदातनित इत्यनेन एव आत्मनेपदिनः भवति अनन्तरम् उदात्तः अस्ति चेत् परस्मैपदिनः भवति स्वरितः अस्ति चेत् उभयपदिनः भवति एतत् सर्वं दृष्टवन्तः खलु पूर्वमेव अनिल् महोदय करोतु आं महोदय सुठीशोषणे अत्र उपदेशे अच् अनुनासिक इत् कारणे अनुनासिक इकारस्य इत् संज्ञा भवति, तस्य लोपः अनन्तरं शुट् इति तिष्ठति अनन्तरं सो तत्र अनुदातेत स्वरितेत द्वयोपि नास्ति, अत्र उदात्त अस्ति, तत् कारणात् तत् परस्मैपदी अस्ति. अनन्तरम् अनन्तरं नश्चापदान्तस्य झलि कारणेन अनन्तरम् अनुसारस्य ययि परसवर्णकारणेन सुण्ठ भवति. एतत् एतत् यत्र धातुविषये कुर्मः तत्र कुर्मः इदानीं. हा सो अनन्तरं सु शुठ् अत्र एक एव अच सु उकार एव तिष्ठति, अत्र एकाच अस्ति परन्तु तत्तु अनुदात नास्ति, तत् कारणे सेट् भवति, स्वरितमपि नास्ति, शेषस्कर्तरि इति उभयपदिनदपि नास्ति अत्र. तत्र धातु परस्मैपदी सेट् अस्ति. उत्तमम्. अनन्तरं सै भवान् एव करोतु. किशोर महोदय करोतु. सै के अस्ति? के नास्ति, के नास्ति, सै एव. के अस्ति धातुः अनुदात् अस्ति, संज्ञा न भवति कुत्रापि. अत्र क्रेडिट् नास्ति, अनुदात् नास्ति, उद्दात् अस्ति, तत् कारणे प्रश्नपदी अस्ति, परस्मैपदी अस्ति, परस्मैपदी अस्ति, परस्मैपदिनः अस्ति वा? अत्र अनुदात् अस्ति तो न महोदय, सम्यक् अस्ति, परस्मैपदी अस्ति, परस्मैपदी न भवति, परस्मैपदी अपि अस्ति महोदय, बिकास् अनुदात् अस्ति परन्तु इत् नास्ति, सो अनुदातेत् नास्ति. आम् आम् अनुदात् एतत् नास्ति, तत् कारणे प्रश्नपदी भवति. आं महोदय. तत्र तत्र अनुदात् नित् नित् सूत्रेण भवति, अच्छा नित् नास्ति, अनुदात् एतत् नास्ति, तत् कारणे प्रश्नपदी भवति. अस्तु. तत्र एकाच् उपदेशात् एकाच् तु अस्ति परन्तु अनुदात् न, अनुदात् अपि अस्ति, तत्कारणे चेत् न भवति. हा तत्कारणे तनिट् भवति. सम्यक्, प्रथमपदी अनिट् एव. अनुदात् वा अनुदात्त भवेत् वा नित् भवेत् तथा अनुदाता द्वयमपि भवेत् इति न खलु, अनुदाता वा नित् द्वयमपि भवेत् इति न, अनुदात्त नित आत्मनेपदी इत्युक्ते अनुदात्त भवेत् वा नित् भवेत् द्वयमपि आवश्यकम् इति अहं न चिन्तयामि. अनिल् महोदय एतत् विषये किञ्चित् वदतु. सो तत् सूत्रेण अनुदात्मित आत्मनेपदी सूत्रेण यदा अनुबन्ध अनुबन्धस्वराः अनुदात् चेत् अपि आत्मनेपदी, अनुबन्धस्वरः नास्ति चेत् तत् सूत्रेण प्रसक्तिः नास्ति. इत्सङ्ग् न भवति चेदेव अनुदात्तस्वरस्य इत्सङ्ग् न भवति चेदेव आत्मनेपदी. इदानीमत्र पूर्णिमा अग्रिमपरिच्छेदः पठतु, परिसमाप्तिः. आमां प्रश्नपदी अनेट् अष्टाध्यायमध्ये वि केन् चेक् महोदय, वि केन् गो एण्ड् चेक् अष्टाध्याय प्रश्नपदी अनेट् अस्ति. अस्माभिः करस्पत्रेण अस्माभिः सम्पूर्णं ज्ञातव्यं धातुविज्ञानं प्राप्तं प्रथमी करपत्रे इत्संज्ञाप्रकरणं कथम् अनुबन्धानां लोपः क्रियते द्वितीये करपत्रे सत्त्वं नत्वं नुमागमः उपधादीर्घ करपत्रद्वयेन उदधातुः प्रक्रियार्थं सिद्धः भवति अस्मिन् तृतीये करपत्रे स्वरविज्ञानं पदव्यवस्था इडव्यवस्था च अस्ति स्वरविज्ञानेन धातोः सम्पूर्णबोधः लभ्यते अग्रे गत्वा मूलधातुः अस्माकम् आधारः अनेन मूलधातुना सर्वेषां सर्वधातुकलकाराणां सिद्धिः तत्पश्चात् आर्धधातुकलकाराणां सिद्धिः परं कृतन्तानां सिद्धिः अन्ते तद्धितानां मूलाधारः अपि अयमेव मूलधातु अत्र इडुव्यवस्था अस्ति चेत् अत्र पूर्वमेव दृष्टवन्तः इदानीं पठितः स्वीकुर्मः चेत् अत्र इडागमस्य चिन्तनं भवति अनन्तरम् अत्र गतः इति स्वीकुर्मः चेत् अत्र इडागमस्य चिन्तनं नास्ति एव तुमुनान्तं स्वीकुर्मः चेत् अत्र दृष्टवन्तः क्रीडितुं ताडयितुम् अनन्तरं चोदितुं यत्र यत्र इडागमस्य स्वरः अत्र श्रूयते तत् इडागमस्य चिन्तनं भवति इति अनन्तरं ज्ञातुम् अन्ये पदं स्वीकुर्मः चेत् कृदन्तपदं ज्ञातुम् आप्तुं ग्रहातुं पठितुं न पठितुं नास्ति एतत् यत्र इडागमस्य चिन्तनं नास्ति अत्र इडागमस्य अनीट् एव भवति इडागमस्य चिन्तनं भवति चेत् सेट् भवति इडागमस्य चिन्तनम् इत्युक्ते अत्र इकारः श्रूयते एतदेव इडागमः अनन्तरम् अत्र द्रष्टव्यम् एतत् धातवः परस्मैपदिनः अस्ति वा उभयपदिनः अस्ति वा आत्मनेपदिनः अस्ति वा इति अनन्तरम् आर्धधातुकसार्धधातुकसंज्ञकः अस्ति वा इति एतदपि द्रष्टव्यम् अर्धधातुकम् अस्ति चेत् किञ्चित् सार्वधातुकम् इत्यनेन कार्यं भवति इदानीम् आर्धधातुकम् इत्युक्ते किं चेत् यत्र यत्र परस्मैपदिनः न अत्र आर्धधातुकं शेषः इत्यनेन शेष यत्र यत्र तिङ्क्षित् भिन्नः भवति तत् स्वीकुर्मः चेत् आर्धधातुकं शेषः इति भवति अनन्तरं धातुविषये इदानीम् इड् कुत्र भवति उभयपदिनः कुत्र भवति स्वरितः कुत्र भवति उभयपदिनः भवति शेषात् कर्तरि परस्मैपदम् इति स्वीकुर्मः चेत् परस्मैपदिनः भवति अनुदातिनीत आत्मनेपदि स्वीकुर्मः चेत् अत्र आत्मनेपदं भवति अनन्तरम् अत्र चिह्नविषये अधः अस्ति चेत् रेखा अनुदातः अस्ति अत्र आत्मनेपदिनः भवति उपरि अस्ति चेत् रेखा स्वरितः भवति एतत् उभयपदिनः भवति परस्मैपदिनः अनन्तरम् आत्मनेपदिनः एतत् मिलित्वा कुत्र किमपि नास्ति चेत् एतदेव शेषात् कर्तरिपदम् इति वयं स्वीकुर्मः अनन्तरं सेटः अनिटः वेटः अस्ति सेटः इडागमस्य चिन्तनं भवति इकारः श्रूयते अनिटः ज्ञातुम् इति स्वीकुर्मः चेत् अत्र इडागमस्य चिन्तनं नास्ति अनिटः भवति अनन्तरं वेटः अस्ति इत्युक्ते किं चेत् सेटः अनिटः एकं दातुम् अत्र सेटः अपि भवति अनिटः अपि भवति एतत् अग्रे बृहत् रूपेण आगच्छति चिन्ता मास्तु बृहत् रूपेण किम् अत्र मातु पुष्पादीक्षित माता अस्ति एतत् विषये बृहत् अत्र क्रमः किं किं भवति इति दत्तम् अत्र अजन्तदातवः आधिक्येन किं भवति अलन्तदातवः आधिक्येन किं भवति वेटः किं भवति इति अत्र अग्रे पश्यामः इदानीम् अत्र परिशिष्टम् एतत् धातु कुत्र कुत्र भवति परस्मैपदिनः आत्मनेपदिनः उभयपदिनः धातु यत् संज्ञाप्रकरणं कुत्र कुत्र भवति अनुदातः भवति वा स्वरितः इदानीमेव वयं दृष्टवन्तः अत्र स्वरितः अस्ति चेत् अत्र सूत्रं किम् अनुदातः अस्ति चेत् सूत्रं किं परस्मैपदिनः अस्ति चेत् सूत्रं किम् इति अत्र दृष्टवन्तः इदानीम् अत्र धातुगणाः अभवत् अग्रिमविषये अत्र किमिति द्रष्टुं शक्यते. एतत् विषये एव अत्र धातुविज्ञानम् अत्र बृहत् रूपेण कृत्वा अत्र पठतु. किञ्चित् क्लेशः अस्ति चेत् इतः पर्यन्तं किं वयं पठितवन्तः एतदेव अत्र अस्ति. अत्र किमपि नूतनतया नास्ति एव. अतः अत्र इतोपि गृहपाठरूपेण करोतु अत्र किं किम् अस्ति इति. इदानीम् अष्टाध्यायी धातुः परिचयः धातुविषये इदानीं सार्वधातुकलकारः आर्धधातुकलकारः इति अस्ति. एकनिमिषम् अत्र शान्ता अस्ति वा? नमस्कारः. यत्र ध्वनिमुद्राणि यत्र सार्वधातुककाराणाम् आर्धधातुकलकाराणां च विषयः उदेति केचन पारिभाषिकशब्दाः अवगतव्याः. सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् च किमर्थमिति अथ उच्यते. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते. धातुः योगं विकरणप्रत्ययः योगं तिङ्प्रत्ययः. यथा भूः योगं शप् योगं ति. विकरणं नाम किम् इति तु वयं जानीमः एव प्रथमपाठे धातुगणपरिचये विस्तरेण चर्चितम्. तिङ्प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित् ज्ञातम्. अस्मिन् पाठे बहु किमपि वक्ष्यते. भू योगं शप् योगं ति इत्यस्मिन् तिङ्प्रत्ययः इति. सर्वेषां तिङ्प्रत्ययानां मूलरूपम् अस्ति. अत्र सार्वधातुकलकारः सर्वे जानन्ति एव. लट् लोट् लङ् विधिलिङ्ग् शेष एव आर्धधातुकः. अत्र लट् लोट् लङ् विधिलिङ्ग् एतत् विषये सार्वधातुकलकारेषु प्रत्येकं स्वीकुर्मः चेत् क्रियापदस्य एव अंशत्रयं भवति. क्रियापदस्य क्रियापदं पठति इति आगच्छति, भवति इति आगच्छति. म्यूट् करोतु. पठति इति आगच्छति चेत् अत्र सर्वे म्यूट् करोतु. शान्ता म्यूट् करोतु. अस्तु. अत्र पश्यतु, पठति पट् धातुः अस्ति, अनन्तरं शप् अस्ति. तादृशमेव इत्र अत्र अपि विकर्णप्रत्ययः तिङ्प्रत्ययः प्रथमं धातुः अस्ति. धातुः इदानीम् अत्र भू इति भूसतायाम् इति अस्ति. भूसतायाम् अत्र विकर्णप्रत्ययः सर्वं जानन्ति एव. शप् इति अस्ति. शप् अस्ति अस्ति चेत् अनुबन्धलोपानन्तरं किं तिष्ठति अत्र? अकारः योगेश तिष्ठति. अनन्तरं ति इति मूलम् अत्र मूलतिङ्प्रत्ययः कित्तस्जि चित्तस्थ मिप्वस्मस् इति अस्ति. अत्र एतदेव ति एव तिष्ठति. पकारः अलङ्क्यं तस्य लोपः इत्यनेन अपगच्छति. ति एव तिष्ठति. इदानीं भूयोगः शप् योगः ति अत्र किञ्चित् कार्यं भवति. एतदेव त्रय अंशः अत्र प्राधान्यम् अस्ति. किञ्चित् कार्यम् अभवत् अत्र. भू इति दीर्घ ऊकारः अस्ति. ह्रस्व ऊकारः अस्ति वा दीर्घ ऊकारः अस्ति वा किमपि अत्र चिन्तनं नास्ति. परन्तु अत्र स्वरः ऊकारः अस्ति. अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन भो भवति. ओकारः अस्ति. एचो एव यावः इत्यनेन अवादेशः भवति. अतः भव इति भवति. ति योजनेन भवति. एतत् अत्र किमपि न दत्तं. परन्तु एतत् धातुरूपम् अग्रे आगच्छति. तत् समये वयं स्वीकुर्मः किं किं कार्यं भवति इति. इदानीं विक्रणं विक्रणप्रत्ययः इति अस्ति खलु मध्ये. अत्र जानन्ति खलु विक्रणप्रत्ययं किं किम् अस्ति इति? अत्र किञ्चित् सन्देहः अस्ति वा विक्रणप्रत्ययं किम् अस्ति इति? भू इति स्वीकुर्मः चेत् किं भवति विकर्णप्रत्ययं? शप् अकारः भवति तिष्ठति अदादिगणे धातुः स्वीकुर्मः चेत् कोऽपि वक्तुं शक्यते वा अनन्तरं जुहोत्यादिगणे जुहोत्यादिगणे शप् लु भवति द्वित्वं भवति उत्तमं द्वित्वं भवति मया पूर्वमेव एतत् विषये सूचितवन्तः द्वित्वं कुत्र कुत्र भवति इति लिखितवन्तः खलु द्वित्वं कुत्र कुत्र भवति इति कोऽपि वक्तुं शक्यते वा मया पूर्वमेव एतत् विषये लिट् लकारे भवति एवं अन्य कोऽपि मिलित्वा वदतु द्वित्वं कुत्र कुत्र भवति सन्नन्ते भवति भवतिगणे भवति अत्र मया छङ् छङ् अस्ति सन् अस्ति यङ् अस्ति यङ् लुकन्तदातवः अत्र अपि भवति छङ् सन् यङ् लिट् श्लू अत्र मया लिखितमेव एतत् विषये इतोपि अत्र द्रष्टव्यं वा आं महोदय आं भगिनि यत्र यत्र सन् चङ् यङ् लिट् स्लु च सन्ति तत्र उत्तमम् उत्तमम् मया एतत् विषये पूर्वमेव लिखितम् आं महोदय अत्र इतोपि उपरि उपरि उपरि उपरि अस्ति महोदय उपरि उपरि मया लिखितमेव अस्माकं कृते एव मया लिखितम् न न उपरि गतं इट् वास् डौन् ऐ थिङ्क् गान् गान् अत्र तु रक्तवर्णेन मया लिखितम् अत्र नास्ति रक्तवर्णेन मया लिखितमेव एतत् विषये ओके अनन्तरम् अत्र तत् स्थाने एव अत्र द्रुतं भवति अनन्तरं दिवादिगणीयः किं भवति कोऽपि दिवादिगणे तु श्यन् प्रति अस्ति तत्र उत्तमं श्यन् अस्ति चेत् अत्र किं भवति अन्ते तावदेव अनन्तरं स्वादिगणीयः किं भवति स्वादिगणे स्वादिगणे प्रति अस्ति कारस्य संज्ञा भवति नु अवशिष्यते नु मृत्युकी तत्परं सुधादिगणेः प्रसिद्धमस्ति सर्वत्र सुधादिगणीयधातुः भुवादिगणीयधातुः समानमेव शकारः एव तिष्ठति अनन्तरम् अकारः तिष्ठति परन्तु किञ्चित् भिन्नरूपेण रुदादिगणीयः भवति अस्तु अनन्तरं रुदादिगणीयधातुः रुदादिगणीयधातुः रुदादिगणे मध्ये तत्र मध्ये गुणः न भवति रुदादिगणीयधातुः किं भवति विकर्णकस्य कोऽपि अपित् अपित् अस्ति तत् कारणात् गुणः न भवति स्नम् इति भवति खलु रुदादिगणिकः स्नम् भवति अनन्तरं स्तनादिगणिकः रुदादिगणीयः धातुः रुद् धातु खलु अत्र स्नम् एव भवति इदानीं तनादिगणीयधातुः किं भवति अत्र न क्रियादिगणे क्रियादिगणे नास्ति न एव तिष्ठति चुरादिगणीय धातुः चुरादिगणे तु निच् परे मध्ये सपायति निच् अपि अस्ति अनन्तरं एतत् मनसि स्थापनीयमेव अत्र चुरादिगणीय धातुः स्वीकुर्मः चेत् सर्वत्र अनुदातनित आत्मनेपदम् इत्यनेनैव आत्मनेपदिनः भवति शेषात् कर्तरि परस्मैपदम् इत्यनेनैव परस्मैपदिनः भवति परन्तु चुरादिगणे आत्मनेपदिनः निचश्च इति सूत्रेण एव भवति एतत् मनसि स्थापनीयम् अत्र कुत्रापि क्लेशः न भवितव्यम् अग्रे निचश्च इत्यनेनैव आत्मनेपदिनः भवति अत्र मनसि स्थापने न एकनिमिषं चुरादिगणे निचश्च इति सूत्रेण एव चुरादिगणे आत्मनेपदिनः भवति निजन्तधातूनाम् अत्र अनुदातनित आत्मनेपदम् इति न स्वीकर्तव्यं मनसि स्थापयतु चुरादिगणे भिन्नरूपमस्ति भिन्नरूपमस्ति अत्र निचश्च इत्यनेन एव आत्मनेपदिनः भवति चुरादिगणे अनन्तरं शेषात् कर्तरि एकनिमिषं शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदिनः भवति एतत् मनसि स्थापनीयं महोदय कार्यं करोति आत्मनेपदे भवति चुरादिगणे निचश्च इत्यनेन आत्मनेपदं भवति निचश्च इत्यनेनैव आत्मनेपदिनः भवति न भवति अत्र कुत्रापि लिखतु यदा द्वितीयविषये लिखितवन्तः अनन्तरं उपदेश अवस्थायां पञ्च अस्ति खलु एतदपि लिखितवन्तः तादृशमेव अत्र निचश्च इति सूत्रेण एव चुरादिगणे यदातु चुरादिगणविषये आत्मनेपदेन अस्तु इदानीम् अत्र विकलनं नाम किम् इति तु वयं जानीमः एव प्रथमपाठे धातुगुणपरिचये एतत् दृष्टवन्तः महोदय चुरादिगणे निचश्च इत्यनेन आत्मनेपदिनः भवति मनसि स्थापयतु कुत्रापि लिखतु तावदेव इदानीं भूयोगः शप् अत्र शप् इति विकरणप्रत्ययम् अस्ति इत्यस्मिन् ति इति तिङ् प्रत्ययः सर्वेषाम् एतत् विषये जानीमः एव सिप्तस्जि सिप्तस्त एतत् परस्मैपदिनः अनन्तरम् आत्मनेपदिनः अत्र भवान् एव पठतु किशोर् महोदय आत्मनेपदी धातूनां मूल तिङ् प्रत्ययाः सा तां च सा तां धूम् ईड् वै मै एतत् इङ् एव इङ् अस्ति खलु प्रथमम् अत्र चित्प् अस्ति अत्र टि स्वीकुर्मः टि एव स्वीकुर्मः अनन्तरं महिङ्ग् अस्ति अत्र इङ् एव स्वीकुर्मः एतत् मिलित्वा एव तिङ् प्रत्ययम् आहत्य तिङ् प्रत्ययं कति भवन्ति अष्टादश अष्टादश अत्र अग्रे गीतस्य एतत् पठतु अत्र प्रथमप्रत्ययः अत्र प्रथमप्रत्यय अस्ति किशोर् महोदय म्यूट् करोतु अत्र प्रथमप्रत्ययः तिप् अस्ति अतः सामूहिकरूपेण एते प्रत्ययाः तिभादयः इति उच्यन्ते. अपि च आत्मनेपदे अन्तिमप्रत्ययः महिङ् अतः तिप् इत्यस्मात् आरभ्य महिङ् पर्यन्तं तिप् तिप्तः महिङ् अन्त्यः आगत्य तिङ् इत्येष प्रत्ययानां नाम तिङ् इति प्रत्ययः. इदानीमेव मया उक्तं खलु अग्रे पठतु. क्रियापदानाम् अन्तिमभागः तिङ्प्रत्ययः एव, अतः क्रियापदं तिङन्तपदम् इति उच्यते. क्रियापदं तिङन्तम् इति उच्यते. तिङन्तपदस्य निर्माणसमये यः धातोः अनन्तरम् आयाति सः प्रत्ययः इति अवगच्छतु. सूत्रत्रयेण अयं बोधो भवति. धातोः प्रत्ययः परश्च धातुः प्रथमः धातोः धातुः प्रथमः धातोः अनन्तरं विकरणम् अतः विकरणप्रत्ययः. तथैव तिङ् अपि तिङ् अपि धातोः अनन्तरं तिङ् आयाति अतः तिङ् अपि प्रत्ययः. तर्हि प्रथमं धातुः अस्ति तदा प्रत्ययस्य आगमनम्. अस्याः आगमनक्रियायाः व्यक्तिकरणार्थं प्रत्ययस्य विधानम् इत्युच्यते. विधानं विधीयते विहितः सर्वं समानम्. विधानं विधीयते विहितः सर्वं समानम्. प्रत्ययः यदा आगच्छति तदा प्रत्ययस्य विधानं प्रत्ययः विधीयते प्रत्ययः विहितः च उच्यते इति उच्यते. अस्तु, इदानीम् अत्र सर्वत्र धातोः प्रत्ययः परच एतत् अधिकारमस्ति. अधिकारे एव एतत् सर्वाणि पदा धातोः प्रत्ययः परच एतत् सर्वम् आयाति. अत्र प्रथमं धातु अस्ति, अनन्तरं तिङ् इति प्रत्ययमस्ति, अनन्तरं परश्च किं किं भवति इति अत्र कार्यं विधानं कुत्र भवति इति वयं दृष्टवन्तः. इदानीमेव भू इति स्वीकुर्मः चेत् एतत् धातु अस्ति, अनन्तरं प्रत्ययं विकर्णप्रत्ययमस्ति, एतत् विकर्णप्रत्ययम् अनन्तरमेव प्रत्ययम् आगच्छति. एतत् मिलित्वा एव अत्र कार्यं भवति. अधिकारमस्ति धातोः इति अधिकारमस्ति, प्रत्ययः इति अधिकारमस्ति, अनन्तरं परश्च एतत् अधिकारे अस्ति, अधिकारसूत्रमस्ति. अस्तु, अत्र पूर्णिमा पठतु. पूर्णिमा प्रकाश, इतः पर्यन्तं कुत्र क्लेशः अस्ति वा, क्लेशः अस्ति वा, सन्देहः संशयः अस्ति वा? एतत् जानन्ति एव, विकर्णप्रत्ययम् अस्ति, मूलप्रत्ययं किं भवति, अनुबन्धलोपानन्तरमेव तिप् इति मध्ये ति तिष्ठति. अनिल् महोदय संशयः अस्ति वा? अनिल् महोदय, किशोर् महोदय, न महोदय, तत्र एकब्रह्म अस्ति निश्चित्य सूत्रेण कथम् आत्मनेपदी न भवति, तत्र कुत्र लिखितम् अस्ति चुरादिगणे? त्यक्तु, त्यजतु महोदय, चुरारिगणे इदानीं त्यजतु, मनसि स्थापयतु. आत्मने अनुदातनित आत्मनेपदम् इति सूत्रं निजन्तरूपेण चुरादिगणे न आगच्छति. अत्र पृथक्तया निचश्च इत्यनेन एव आत्मनेपदेन भवति. मनसि स्थापयतु, एतत् अग्रे आगच्छति. औट् आफ् इण्ट्रेस्ट् ऐ जस्ट् टोल्ड् यू, जस्ट् मेक् अ नोट् आफ़् इट्. अच्छ, पूर्णिमा पठतु अङ्गशब्दस्य. महोदय, अङ्गशब्दस्य विशेषतः व्याकरणे कस्मिन्नपि प्रत्ययात् प्राक् यः भागः अस्ति सः अङ्गम् इत्युक्ते, अतः विकरणप्रत्ययस्य कृते धातुः इति अङ्गम्, तिङ्प्रत्ययस्य कृते धातुः अधिकविकरणप्रत्ययः अङ्गं, तयोः संयुक्तरूपम् इति अङ्गम्. अतः भू अधिक शप् अधिक ति इत्यस्मिन् उदाहरणे शप् प्रत्ययस्य कृते भू धातुः अङ्गम् अस्ति ते प्रत्ययस्य कृते भू अधिक शप् अधिक ति भवति भू शप् चेतनयोः संयुक्तरूपं भव ति इत्यस्मात् पूर्वं यावत् अस्ति तत् सर्वम् अङ्गम् अतः ति इत्यस्य कृते अङ्गमेव अङ्गं भव इति पुनः वद अधिक आ अधिक ति इति स्थितोः आ शप् इत्यस्य दृष्ट्वा वद् इति अङ्गं ति प्रत्ययस्य वदा इति ति इत्यस्य दृष्ट्वा वदा इति अङ्गम् अत्र किञ्चित् वद् तिष्ठति वद एव आ योजनेन वद अनन्तरं ति योजनेन वदति इति एतत् जानन्ति एव प्रथमं धातु अस्ति अनन्तरं विकरणप्रत्ययमस्ति एतत् मिलित्वा एव अत्र अङ्गं भवति ति योजनेन क्रियापदम् अन्ते स्वीकुर्मः अत्र किमपि संशयः अस्ति वा अत्र सुलभमेव अग्रे अनिल् महोदय पठतु परं परं द्रक्ष्यामः यत् अङ्गं च प्रत्यय च द्वयोः कार्यकारणसम्बन्धः भवति आधिक्येन अङ्गे कार्यं क्रियते तस्य कार्यस्य कारणम् अस्ति परे स्थितप्रत्ययः यथा भू प्लस् अप् भू अधिक अकार अत्र भू प्लस् अकार भो प्लस् अकार इति गुणकार्यं भवति तस्य गुणकार्यस्य कारणं सप्रत्ययः अस्य कार्यकारणं सम्बन्धस्य कृते निमित्तम् इति उच्यते अतः भूधातौ यत् अङ्गकार्यं भवति तदर्थं शप् निमित्तम् अस्ति इत्युक्ते शप् कारणम् अस्ति अपि च अस्मिन्नेव अर्थे वदामः यत् भूधातौ यत् अङ्गकार्यं भवति तत् शपं निमित्तं मत्वा अङ्गकार्यम् अथवा शपं निमित्तीकृत्य अङ्गकार्यम् अथवा शपनिमित्तिकं निमित्तकम् अङ्गकार्यम् इति अथवा शपनिमित्तीकृत्य अङ्गकार्यम् अथवा शपनिमित्तिकम् अङ्गकार्यम् इति कदाचित् प्रत्यये कार्यं क्रियते न तु अङ्गे यथा इडागमविषये अग्रे गत्वा तादृशप्रसङ्गो अपि परिशीलिष्यते फ्यूचर् टेन्स् अस्तु अत्र अङ्गं कुत्र भवति चेत् भू योगः शप् अस्ति विकरणकृते शक् शप् अनुबन्धलोपानन्तरम् अकार एव तिष्ठति अनन्तरम् एतत् भू भू कदा भवति चेत् अत्र भवन्तः एतत् विषये जानन्ति एव भू कदा अत्र पश्यतु भू इति स्वीकुर्मः चेत् यत्र यत्र मनसि स्थापनीयं भू इति पठितं चेत् अत्र एतत् अर्थमपि जानन् मनसि स्थापनीयं भू इत्युक्ते सत्तायं झटिति भू इत्युक्ते किम् अर्थं सत्तायम् इति आगच्छति मनसि स्थापनीयं भूसत्तायम् अनन्तरं वर्धते यत्र यत्र धातुः मनसि भवति तत्र धातोः विषये अर्थमपि जानन्ति चेत् झटिति मनसि इदानीम् अत्र वृद् धातुः येद् धातुः येद इति स्वीकुर्मः चेत् अत्र येद इत्यर्थे किम् अस्ति कोऽपि जानन्ति वा येद भू भू इत्युक्ते सत्र अस्ति सत्ताय सत् यत्र सत् अस्ति अत्र भू इति सत्तायमस्ति चेत् अत्र सत् कुत्र भवति चेत् यत्र यत्र यत्र यत्र तत् अस्ति अस्ति एव इति वयं स्वीकुर्मः चेत् अत्र सत्ताय अस्ति येद् इति स्वीकुर्मः चेत् अत्र वृद्धौ इति अर्थे आगच्छति धातु पठितुं समये धातोः विषये पठे यत्र पठन्ति तत् समये अर्थमपि जानन् मनसि अत्र सम्यक्तया तिष्ठव्यमेव. अत्र अट इति अटति खलु, पशवः अटन्ति. अट इति किम् अस्ति चेत् गतौ इति अर्थे आगच्छति. गतौ गत्यर्थकधातुः प्रायः द्विसहस्रं भवति. गत्यर्थकधातुः द्विसहस्रं सर्वे एतत् विषये मनसि अत्र निर्धारणं करोतु, निश्चयं करोतु. अर्च इति अर्चनं करोति, अर्च पूजां करोति इति अर्थे एव आगच्छति. अर्च पूजायाम् इति अर्थे आगच्छति. सो भू इत्युक्ते सत्तायां विषये आगच्छति. इदानीं भू इति अस्ति, तिप् भवति. तिप् कुत्र भवति चेत् एतत् झटिति वक्तव्यं, तिप्तस्ति सिक्तस्थम् एतत् अनन्तरम् अत्र विवक्षा किम् अस्ति? अत्र विवक्षा प्रथमपुरुष एकवचनमेव, एकवचनमस्ति. अतः एतदेव विवक्षा अस्ति. इदानीं शप् इति किं भवति? अङ्गं. शप् इति किं? तावदेव मम प्रश्नः. तावदेव विकरणप्रत्ययः. इदानीं भू इति अस्ति, एतत् ह्रस्व उकारः वा दीर्घ उकारः वा इति किमपि चिन्तनं नास्ति. अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन वो भवति. उकारस्य स्थाने ओकारः भवति. इदानीम् अत्र वो भवति, अनन्तरं येचो यवा यावः इत्यनेन एव ओकारस्थाने अवादेशः भवति. अतः बौ इति अनन्तरम् अत्र शप् मध्ये अत्र अकार तिष्ठति. बौ योगः योजनेन भव इति भवति. तत् भव एव इदानीं किं भवति? कोऽपि अङ्गं भवति. उत्तमम्. इदानीमेव पठितवन्तः खलु, तत् भव एव अङ्गं भवति, अङ्गकार्यं. भूधातोः यत् अङ्गकार्यं भवति, शप् एतत् निमित्तीकृत्य निमित्तीकारणमत्र शप् एव भवति. अत्र अकारः एतत् विकर्णप्रत्ययेन आकृतिः किं भवति चेत् अकारः एव तिष्ठति. भव योगः अकारयोजनेन भव इति एव अङ्गम्. अनन्तरं तिप् योजनेन अत्र विवक्षा किं भवति इति द्रष्टव्यं. भवतः वा, भवन्ति वा, भवति वा? अत्र पश्यतु, एतत् समीचीनतया द्रष्टव्यम्. अत्र विवक्षा किं भवति? विवक्षा अत्र भवतः अस्ति, रामः लक्ष्मणः अस्ति चेत् अत्र भवति इति न भवति. अत्र किं भवितव्यं? रामः लक्ष्मणः अस्ति चेत् विवक्षा रामलक्ष्मणौ भवतः प्रथमपुरुष द्विवचनं भवितव्यं खलु. अतः एव भवतः खलु, अस्ति वा नास्ति? अतः तत्र विवक्षा, अतः अत्र विवक्षा द्रष्टव्यं. विवक्षा कुत्र भवति? इदानीं सर्वे मिलित्वा कार्यं कुर्वन्ति चेत् अत्र किं वचनं स्वीकर्तव्यं? विवक्षा किं भवति? बहुवचनं. उत्तमं. बहुवचने भवन्ति, बहुवचने भवन्ति. भवती, भवतः, भवन्ति. यत्र भवती अस्ति चेत् एकमेव, एकः एव अत्र अस्ति. यत्र भवतः अस्ति चेत् अत्र द्वौ स्तः, द्वौ इति पुल्लिङ्गपदं, द्वे द्वे नपुंसकलिङ्गम्. अनन्तरं सर्वे मिलित्वा कार्यं कुर्वन्ति चेत् अत्र किं भवितव्यं? बहुवचनं. प्रथमपुरुष बहुवचनम्. अत्र विवक्षा किम्? अत्र विवक्षा किम् इति अत्र द्रष्टव्यम्. अतः एव एतत् निमित्तीकृत्य एव अत्र कार्यं भवति. एतत् अग्रे विषये परिशीलयिष्यते, इतोपि किञ्चित् भवति एव. इदानीं तिप् आदीनां, तिपादीनां. तिप् इति पकारः अस्ति, पकारस्य स्थाने तृतीयवर्णः बकारः अस्ति. अतः किं सूत्रमत्र आगत्य कार्यं करोति? अस्तु, एतत् सिक्स् मनसि स्थापयतु, तत्र एव आरम्भं करणीयं. कोऽपि अत्र अन्तिमश्लोकं वक्तुं शक्यते वा? ॐ सहना भवतु. सह नौ भुनस्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः धन्यवादः नमस्कारः धन्यवादः।